अस्तु, नाम सर्वेभ्यः अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अद्य वयं गुणकार्यस्य अभ्यासः इति करपत्रे अवशिष्टधातोः प्रथमम् अवलोकयामः. अनन्तरं केषु गणेषु गुणः सम्भवति धात्वाङ्गे इति पाठं प्रति गच्छामः. गतसप्ताहे वयं सृधातुपर्यन्तं कृतवन्तः किल. गुज् एव वा सृ न कृतवन्तः वा? ओ अस्तु, महोदय भवानेव आरम्भं करोतु. सृधातुः सृधातु वादिगणे गणे धातुः अस्ति. अत्र तु सृ कर्तरि शप् शप् प्रत्यया प्रत्यय विकर्णप्रत्यय आगच्छति. अपि च सृयोग शप् योगति शकारपकारलोपः भवति लशकृतदिते. अपि च हलन्त्यं सूत्रेण तत् तत् इत् भूत्वा तत् तस्य लोपः भवति. इदानीं सृ योग अ योग अ योग ति सृ अत्र तु सार्वधातुकार्धातुकयोः तेन सूत्रेण तत्र गुणसंज्ञा गुणः भवति. श्रो श्रो योग अ योग ति अत्र ओ अथवा अ अकाश तत् एच वा यावः तत् अव् आदेशः भवति. श्रवति निष्पन्नं भवति. उत्तमं महोदय, तावदेव श्रवति इति रूपं. महोदय माला अस्मि. आं स्वागतं भगिनि. अन्य केनापि आगतं वा? आम् स्वागतं भगिनि. अस्तु, रमाबाय् भगिनी अग्रिमं करोति वा? कृष् इति धातुः. क्रीडा कृष् कृष् सृ अनन्तरमस्ति. कुश् कृष् कृष् आम् कृष् मूर्धन्यशकार कृष् धातुः तुतादिगणे अस्ति. एकनिमिषं भगिनि. कृष् इति धातुः तुतादिगणे अस्ति. विकर्णप्रत्ययः कः सुदादिगणे? विकर्णप्रत्ययः शकार एव. हलन् लशक्वदद्दिते इति सूत्रेण शकारस्य इच्छन्या भवति. अनन्तरं तस्य लोपः इति सूत्रेण तस्य लोपः भवति, शकारस्य लोपः भवति. तत्र अकारः एव अवशिष्यते. कृष् योगः अयोगः ति कृषति इत्येव भवति. कृष् शकार अस्ति. तत्र शकार अस्ति इति कारणात् तत्र गुणकार्यं भवति. किञ्चित् इत्यनेन गुणकार्यं भवति. परन्तु तत्र पकारस्य अभावः अस्ति. सूत्रं सार्वधातुकम् अपि इति सूत्रेण पकारस्य लोपः अभावः भवति. तत्र पकार नास्ति इति कारणे गुणकार्यं न गुणकार्यं तत्र न अङ्गीकृतम् अस्ति. तदेव कृष् योगः अयोगः इति कृषति इति भवति. गुणकार्यस्य निषेधः केन सूत्रेण भवति भगिनि? सार्वधातुकम् अपि अपित् इति सूत्रेण नित्वत् भवति. अनन्तरं गुणनिषेधः निति च इति सूत्रेण. उत्तमम् उत्तमं धन्यवादः भगिनि. भगिनि धातु भवादिगणे अपि अस्ति. तदेव अग्रिमप्रश्नः तदेव. अरुणा भगिनी, यदा भुवादिगणे अस्ति चेत् रूपं कथं भवति इति वदति वा? आं, कृष् कर्तरि शप् शप् योग ति कृष् शकार लसक् बद्धते चकार लोपः फकार हलन्त्यम् आ एव विशिष्यते कृष् आ कृष् योग आ कृष् आ योगति सार्वधातुक आर्ध सुगन्तलघुपदस्य सूत्रेण गुण कर्ष आदि कर्षति. उत्तमं, कर्षति इति द्वितीयरूपमपि अस्ति. उत्तमं, धन्यवादः भगिनि. अनन्तरं प्रिया भगिनी अग्रिमं वदति वा? मिला मिल् दातु. मिल् दातु सुधादिगणे अस्ति, तस्य विकरणप्रत्ययः अस्ति श. मिल् योग श योग सिङ् लशक्व तद्धिते तस्य लोपः कारणेन मिल् योगः अयोगः ति मिलति इति रूपम्. उत्तमं, मिलति. उदादिगणे एव मिल मिल् इति धातुद्वयमस्ति. मिल् मिल् सङ्गमे मिल् श्लेषणे इति रूपं तु समानमेव. मिलति अर्थम् अर्थभेदः एव मिल् इति धातोः विषये. अनन्तरं विजया भगिनी, मृ धातुः. अस्तु भगिनि. किं दातु भगिनि? मृ अन्तिमधातुः मृ. प्राप्तं वा? आं प्राप्तं भगिनि. मृ इति कस्मिन् गणे अस्ति? विद्या भगिनी न श्रूयते. अन्तिमवर्णस्य हलन्त्यम् अस्ति, अतः स्मरति एव तत्र ऋकारस्य उपधायां पुगन्त लघु उपधायाम् इति तत्र अस्ति, अतः तत्र गुणः नास्ति. भवनी स्मरति एव अहं लिखितवती, कुत्र लिखितवती इति अहं न जानामि. नास्ति चिन्ता, प्रथमं वदतु कस्मिन् गणे अस्ति एतत् स्मृ धातुः इति. स्मरति भुवादिगणे एव अस्ति खलु भगिनि? अस्तु, उत्तमं, भुवादिगणे अस्ति. भुवादिगणे अस्ति चेत् गुणः भवति वा न भवति वा? स्मरति तत्र गुणः स्मृ स्मरति स्मरति इति रूपम् इदानीं त्यजतु भगिनि. चिन्तयतु, स्मरति इति रूपं भवती न जानाति इति चिन्तयतु. मृ इति धातुः अस्ति, भुआदिगणे इति उक्तवती, सम्यक् उत्तमम्. मृ योगः विकरणप्रत्ययः कः? शप् एव तत्र. उत्तमं, शप् योगः ति इति इदानीं भवति. अनन्तरम् तत्र इक् वर्णः अस्ति वा उपदायां वा अन्तिम धातोः अङ्गे वा किमपि? इक् इत्युक्ते ई ऊरु, तत्र ऋकारः अस्ति खलु भगिनि? उत्तमं, हा ऋकारः अस्ति, उत्तमं. गुणः भवति वा न वा? भगिनी स्मृदातु अहम् प्राप्तमपि भवादिगणे अस्ति, शप् इति विकरणप्रत्यये लट्नकृतटिडे इति सूत्रेण शकारस्य लोपः भवति, अनन्तरं पकारस्य हलन्त्यं तस्य लोपः इति सूत्रेण पकारस्य लोपः भवति, आ एव तत्र तिष्ठति. तिंशित् सार्वधातुक आर्वधातुकयोः गुणः आदेशः भवति, तत्र स्पृ योगः आयोगः ति स्वरति इति आगच्छति. ऋकारस्य गुणवर्णः कः? ऋकारस्य गुणवर्णः, ऋकारस्य गुणवर्णः न जानामि भगिनि. गुणः भवति इति उक्तवती, अन्य कोऽपि सहायं करोति वा? वदामि वा? अर् इति गुणवर्णः. उत्तमम्. इदानीं किं भवति भगिनि, भवती एव वदतु. अर् इति उक्तवन्तः. अर् इति मध्ये आगच्छति खलु, स्मृ अर् इति अनन्तरं तिंशित् दातु, अतः स्मरति स्मरति स्मर् स्मर स्म योगः अर् योगः ति स्मरति स्मरति इति रूपम् अवगच्छति किल. धन्यवादः. तत्र भुआदिगणे एव तत्रापि स्मरति इति रूपद्वयमस्ति, स्मरति अध्याने चिन्तायाम्, अध्ययने चिन्तायाम् इति रूपद्वयमस्ति. अनन्तरं स्वादिगणे अपि स्मृधातुः अस्ति, तत्र स्मृणोति इति रूपम् आगच्छति तत्र. अस्तु, इदानीं आं प्रश्नः अस्ति वा? चुरादि स्वादिगणे, स्वादिगणेष्णु स्मारयति इति भवति प्रायः, स्मारयति यकारः आगच्छति. अस्तु, अन्य केनापि आगतं वा मध्ये? माला भगिनी अनन्तरं रामनाथन्. आं महोदय. रघुपति आचार्य. आम् उत्तमं. रामनाथन्. आं स्वागतं महोदय. श्रीवल्ली भगिनी अपि अस्ति इति दृश्यते अत्र. श्रीवल्ली. आम् आं स्वागतम्. अस्तु, इदानीं किं कुर्मः, तत्र अहम् एकं करपत्रम् अत्र नूतनकरपत्रं प्रेषितवती, 5.4 इति, 5.4 वा, क्षम्यताम् एकनिमिषं, 4.5 इति चिन्तयामि. 4.5, क्षम्यताम् भगिनी. एकं निमिषं, जि धातुः सुरादिगणे अपि भवति किल? आम्. आम्. अन्य को प्रयत्नं करोति वा? आम् आम् आम् वदतु. धातु किमस्ति महोदय? जि धातुः, जि योगः णिच् इति चुरादिगणे. जि योगः, जि योगः णिच् विकरणतत्ते अस्ति, शप् अपि च लट् लकार ति शप् णिच् प्रत्यय णिच् शप् अपि च तिप् प्रत्यय प्रत्ययानां लोपः भूत्वा जि इ योग अ योग ति अपि जि जि जि जि योग अ अ योग ति अत्र गुणः भवति जे गुणपूर्वं किमपि कार्यमस्ति महोदय, गुणात् पूर्वं कार्यमस्ति, गुणात् पूर्वं जि एकनिमिषं लशक न न तस्मात् पूर्वं वृद्धिकार्यमस्ति. वयं दृष्टवन्तः यदा पुगन्तलघुपदस्य च इति सूत्रं तस्मिन् समये वयं दृष्टवन्तः किल, तत्र वृद्धिकार्यं भवति इति. केन सूत्रेण अहं न स्मरामि. अचोनिति इति सूत्रेण वृद्धि भवति, वृद्धिकार्यं भवति. तत्र सूत्रं नास्ति इति चिन्तयामि करपत्रे, अहमेव उक्तवती वर्गे. अस्तु, तत्र इदानीं वृद्धिः भवति चेत् किं भवति? जि योगः णिच् इदानीं भवान् उक्तवान् इ एव अवशिष्यते इति. उत्तमं, जय् योगः इ जय् योगः जय् योग इ ओके जय् योग इ ओके ओके जय् योग इ योगेन ऐ इ ऐ एचो याव एचो यवायावः इति सूत्रेण ऐ ऐ ऐ एव भवति. जाय जाययति आम् उत्तमं, जायति. तत्र गुणकार्य प्रथमं वृद्धिकार्यं भवति, अनन्तरं गुणकार्यं भवति. यदा शप् इति विकर्णप्रत्यये योजयामः चेत् तत्र गुणकार्यं भवति, जाययति इति रूपम् आगच्छति. अवगतं वा भगिनि? गुण वृद्धिः अपि गुणः अपि आम् वृद्धिः अपि गुणः अपि आम् उत्तमं. भगिनी अवगतवती वा? क्षम्यतां भगिनि. जै योगः तत्र आं तद् महोदय उक्तवान् आम् उक्तवान् महोदय उक्तवान् एचो यवायावः इति सूत्रेण यान्तावान्तादेशसन्धिः भवति इति उक्तवान्. तत्र जै योगः इ इति प्रथमं करोतु भगिनि. तत्र यान्तावान्तादेशसन्धिः जायि इति इदानीम् आगच्छति, अनन्तरं शप् योगः ति इति योजयतु, तत्र गुणः भवति, जायेति इति रूपम् आगच्छति. धन्यवादः. इदानीम् एतद् नूतनकरपत्रम् आसीत् किल 4.5 इति, तत्र चित्रमेकम् अस्ति, तद् कृपया उद्घाटयन्तु. सर्वे प्राप्तवन्तः वा? तत् चित्रं किञ्चित् परिशीलयामः अद्य. येन प्रत्ययः इत्युक्ते किम् इति सम्यक् रीत्या अवगच्छामः. भगिनि करपत्रस्य नाम अस्ति अष्टाध्यायां प्रत्ययः प्रक्रिया च इति 4.5. तत्र चित्रं प्रथमचित्रं प्रथमं पश्यामः, चित्रमेव अद्य तत्र किमपि न पठामः, अग्रे पठामः, इदानीं चित्रमेव किञ्चित् परिशीलयामः. अस्तु, तत्र प्रत्ययः इति अस्ति, तत्र भागद्वयं कृतमस्ति. प्रत्ययस्य प्रातिपदिकात् यद्विधीयते तत् प्रत्यये तत् प्रातिपदिकात् अपि प्रत्ययः विधीयते, धातुभ्यः अपि प्रत्ययः विधीयते. तत्र अध्यायः दत्तमस्ति, एतद् अध्यायः अष्टाध्यायी पुस्तके कस्मिन् अध्याये एतत् प्रत्ययाः सन्ति इति दत्तमस्ति. प्रथमं प्रातिपदिकात् यः प्रत्ययः विधीयते तस्मिन् विषये दत्तमस्ति. तुप् इति प्रत्ययः, अनन्तरं स्त्री इति प्रत्ययः, अनन्तरं पदितप्रत्ययः इति प्रत्ययत्रयं प्रातिपदिकात् विधीयते. अनन्तरं तदेव चतुर्थ पञ्चम अध्याये एतत् प्रत्ययाः विषये एव सन्ति. अनन्तरं धातुभ्यः विहितः प्रत्ययः पुस्तकमध्ये अस्ति वा? अष्टाध्यायी इति पुस्तके यद् अहं वदामि तद्वा किं पृच्छति भवती भगिनी शमिता? एतत् चित्रं वा? नटराज इति सूत्रं तत् पुस्तके न तत् पुस्तके एतत् सूत्राणि अस्ति इति वदामि. तद्वयं यदा पाठे पठामः तस्मिन् समये परिशीलयामः. इदानीम् एतत् करपत्रं प्राप्तवती वा? करपत्रं नास्ति, पुस्तकमस्ति मम समीपे. पुटसङ्ख्या न पुस्तकम् इदानीं मास्तु भगिनि. अहम् एकं नूतनकरपत्रम् अद्य प्रेषितवती किल, 4.5 इति. तद् उद्घाटयतु, तद् उद्घाटयतु. तत्र चित्रमेकमस्ति, तस्मिन् विषये एव अहं वदामि इदानीम्. अत्र धातोः धातुभ्यः विदितः प्रत्ययः द्विविधं, तिङ् अस्ति, कृत् अस्ति. तिङ् प्रत्ययः सार्वधातुकः, आर्धधातुकः. धातुभ्यः विहितः प्रत्ययः तिङ् अस्ति चेत् तत्र सार्वधातुकप्रत्ययः, आर्धधातुकप्रत्ययः इति विभागद्वयं. कृत् अस्ति चेदपि तत्र विभागद्वयं, सार्वधातुकप्रत्ययः, आर्धधातुकप्रत्ययः इति. अनन्तरं तत्र एव विभजनं पुनः दत्तमस्ति. सार्वधातुकप्रत्ययः अस्ति चेत् तत्र पित् वा अपित् वा इति परिशीलनीयं, पित् अस्ति वा अपित् अस्ति वा इति. आर्धधातुकप्रत्ययः अस्ति चेत् तत्र कित् वा ङित् वा, णित् वा णित् वा. अनन्तरं कित् ङित् ङित् भिन्नम् इति तत्र विभागद्रयम् अस्ति. तत्र आर्धधातुकप्रत्ययस्य विषये पित् वा अपित् वा इति किमपि महत्त्वं नास्ति, तत्र न भवति. तत्र एतत् कित् ङित् इति प्रत्ययः एव यत् विभागत्रयं दत्तमस्ति तदेव भवति. तत्र आर्धधातुकप्रत्ययविषये पित् अपित् इति चिन्तनं नास्ति. सार्वधातुकप्रत्ययविषये एव पित् वा अपित् वा इति चिन्तनम् अस्ति. अनन्तरं विकरणप्रत्ययाः वयं जानीमः, दशविकरण प्रत्ययाः सन्ति इति. तदेव धातुप्रत्ययः द्वादश इति दत्तमस्ति तत्र. विकरणप्रत्ययः दश, सार्वधातुक आर्धधातुकप्रत्ययः इति. अनन्तरं तत्र एव दत्तमस्ति अधातुतः विहितः प्रत्ययः त्रिविधः. अपित् अस्ति चेत् कित् ङित्, वयं दृष्टवन्तः ङिति च इति सूत्रं. तत्र कित् गित् ङित् इति प्रत्ययत्रयम् अस्ति. अनन्तरम् अपित् इत्युक्ते कित् वा ङित् वा अस्ति चेत् इति. पित् अस्ति चेत् एतद् भिन्नमेव, पित् प्रत्ययः. अनन्तरं तदेव ङित् ङित् इति अपि अस्ति. एतद् अष्टाध्याय्यां प्रक्रिया चतुर्विधा, तद् वयम् अनन्तरं पश्यामः. इदानीं तद् विषयं न आवश्यकम्. अत्र किमपि प्रश्नः अस्ति वा? इदानीं स्पष्टं वा प्रत्ययः इत्युक्ते किम् इति? अस्तु, अत्र द्वितीयचित्रमपि अस्ति, तदपि एकवारं द्रक्ष्यामः. अस्तु, अमित्राव् महोदय एतत् चित्रं प्रतिपादयति वा? आं भगिनि, धातोः प्रत्ययः सार्वधातुक वा अर्धधातुक अस्ति. सार्वधातुकप्रत्यये भागद्वयमस्ति, पित्वा अपित्वा इति. आर्धधातुकप्रत्यये त्रिविधा अस्ति, ङित् कित् सोरि कित् ङित् अथवा ङित् णित् अथवा कित् ङित् णित् यत् भिन्नः इति भागत्रयमस्ति. अनन्तरं मध्ये यद् अस्ति कित् नित् नित् नित् भिन्नः इत्युक्ते किम् इत्युक्ते कित् अपि नास्ति, ङित् अपि नास्ति, तर्हि किम् अस्ति तद् अहं वयं द्रक्ष्यामः अग्रे. वदतु महोदय. तर्हि सार्वधातुकप्रत्यये अपित् अस्ति चेत् ङित्वत् भवति. अनन्तरम् आर्धधातुकप्रत्ययः कित्वा ङित्वा गित्वा अस्ति चेत् तस्य गुणनिषेधः भवति. अपित् सार्वधातुक अस्ति चेत् अपि गुणनिषेधः एव भवति. अनन्तरं यत् वा णित्वा अस्ति चेत् अजन्तरस्व अकार उपधातु अस्ति वा न वा इति परिशीलनीयं. नास्ति चेत् गुणकार्यं भवति, अस्ति चेत् वृद्धिः भवति. तदेव वयं दृष्टवन्तः इदानीम् अचोनिति इति सूत्रेण वृद्धिः भवति इति, नास्ति चेत् पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति. गुणः भवति इति कार्यम्. आम्, एतद् एकं फ्लो चार्ट् अस्ति कथं भवति इति सूत्रमपि दत्तमस्ति अत्र, अतः प्रायः उपयोगाय भवति. अस्तु, भगिन्याः प्रश्नः आसीत् भिन्नप्रत्ययः इत्युक्ते किम् इति. अस्माकं द्वितीयपुस्तकम् आसीत् किल प्रक्रियानुसारी पाणिनीयधातुपाठः इति, तस्मिन् पुस्तके षड् पञ्चाशदधिकद्विशतं 256 क्षम्यतां 246 तत्र पञ्चमं परिशिष्टम् इति दत्तमस्ति. सप्तः वा पञ्चमं परिशिष्टम् आर्धधातुक तत्र तत्र ङित् ङित् कित् भिन्नप्रत्ययाः इति दत्तमस्ति. तव्यत् अनीयत् एतत् भिन्नाः किल, कित् ङित् ङित् भिन्नाः एव. आर्धधातुक एतत् पुस्तकमस्ति किल भगिनि, प्रक्रिया अनुसारी पाणिनीयधातुपाठः इति. तस्मिन् पुस्तके 245 तत्र प्रत्ययः ङित् प्रत्ययाः अपि दत्तमस्ति. नुवूल् एतद्वयं जानीमः, तत् प्रत्ययः अपि अस्ति. अनन्तरं कित् ङित् प्रत्ययाः तवतु थ भिन्ना प्रत्ययाः अपि सन्ति. तव्यत् अन्यर् तृच् प्रत्ययः ल्युट् ल्युट् प्रत्ययः तदपि भिन्नः एव. बहवः सन्ति परन्तु यद् वयं परिचितप्रत्ययः एव अहं वदामि इदानीम् तुमुन् अपि अस्ति तुपुन् तुमुन् तुमुन् वयं वयं जानीमः तुमुन् तदेव तत्र अस्तु पाठं प्रति गच्छामः. इदानीं प्रत्ययः विषये कोऽपि सन्देहः अस्ति वा प्रश्नः प्रायः स्पष्टम् इति मन्ये. तत्र अस्माकम् अद्यतनपाठः अस्ति केषु गणेषु गुणः सम्भवति धातुवाङ्गे इति पाठः 2A मध्ये चतुर्थकरपत्रम् अस्तु. माला भगिनी पठति वा? आं पठामि भगिनि. केषु गणेषु गुणः सम्भवति धात्वङ्गे. एतावता अस्माभिः दृष्टं यत् भ्वादिगणे क्षुरादिगणे च गुणकार्यं सम्भवति यथा सङ्गम्. तुदादिगणे गुणः नार्हः इत्यपि दृष्टम्. अपरेषु गणेषु का गतिः? तेषु गुणः अर्हः चेत् किमर्थं, नार्हः चेत् किमर्थम् इत्यपि प्रश्नः उदेति. तत्र स्थितिः कीदृशी इति अवलोकयाम. नाम आहत्य सर्वदशगणान् मनसि निधाय किं वक्तुं शक्येत. अग्रे पठामि वा अथवा प्रथमबिन्दुः पठतु. प्रथमबिन्दु प्रथमतया गुणः सम्भवति न वा इत्यनेन धातौ गुणः सम्भवति न वा इति अत्र आशयः. तिङन्तपदे भागत्रयं वर्तते, धातुः, विकरणप्रत्ययः, तिङ्प्रत्ययः च. केषुचित् गणेषु विकरणप्रत्यये अपि गुणः सम्भवति. शक्नु इत्युक्ते शक्नोति. इदम् अग्रे अपरस्मिन् पाठे परिशीलयाम. अधुना केवलं धात्वङ्गे गुणः कुत्र कुत्र सम्भवति इति प्रश्नः. इदानीं वदतु. अस्तु, वयम् इदानीं पर्यन्तं दृष्टवन्तः कुत्र कुत्र गुणः सम्भवति इति. वयं जानीमः भ्वादिगणे गुणः सम्भवति यतोहि तत्र विकरणप्रत्ययः शप् अस्ति. अतः गुणः सम्भवति तत्र. चुरादिगणे अपि विकरणप्रत्ययः शप् अस्ति, निच् अपि अस्ति, परन्तु तत्र गुणः अपि सम्भवति. तुदादिगणे गुणः न भवति. किमर्थम् इत्युक्ते तत्र केवलं विकरणप्रत्ययः श अस्ति, अपित् अस्ति, अतः गुणः न सम्भवति. तर्हि अपरेषु गणेषु गुणः सम्भवति वा न वा इति वयम् अद्य परिशीलयामः. अनन्तरं प्रथमतया गुणः सम्भवति न वा इत्यनेन धातौ गुणः सम्भवति न वा इति अत्र आशयः. गुणः सम्भवति न वा इत्यनेन धातौ गुणः सम्भवति न वा इति अत्र आशयः. यदि वयं वदामः गुणः सम्भवति न वा इत्युक्ते धातोः धातुः इगन्तः अस्ति चेत् तत्र गुणः सम्भवति. तर्हि भगिनी अत्र किं लिखितमस्ति? अहं सम्यक् न अवगच्छामि. नास्ति चिन्ता. तत्र वयं यदा वयं सार्वधातुक आर्धधातुकयोः इति सूत्रं वा पुगन्तलघुपदस्य वा इति सूत्रं परिशीलितवन्तः तत्र वयं दृष्टवन्तः इगन्त अङ्गस्य गुणः इति. तत्र यदा भूयोगः शप् योगः ति इति स्थितौ तत्र गुणः कुत्र भवति? धातोः एव किल, धात्वङ्गे एव किल. तत्र तदेव धातोः गुणः सम्भवति न वा? किमर्थं भू इति धातोः, तत्र शप् इति विकरणप्रत्ययः, ति इति अपि अस्ति तिङ् प्रत्ययः, तिङ्क्षित् सार्वधातुकम्. किमर्थं तत्र भू इति अङ्गे एव गुणः इत्युक्ते धातोः एव गुणः इत्युक्ते शप् इति विकर्णप्रत्ययस्य प्रभावेन तत्र गुणः भवति. अतः धातोः गुणः सम्भवति वा न इति तदेव वयं परिशीलयामः. अस्तु, अनन्तरं तिङन्तपदे भागत्रयं वर्तते. तत्र धातुः, अनन्तरं विकरणप्रत्ययः, अनन्तरं तिङ् प्रत्ययः. तद् वयं पूर्वं दृष्टवन्तः. केषुचित् गणेषु विकरणप्रत्यये अपि गुणः सम्भवति. अस्तु, धातोः गुणः सम्भवति इति वयं दृष्टवन्तः, परन्तु विकरणप्रत्यये अपि गुणः सम्भवति. यथा शक्नु, तत्र शक्नोति, शक्नु शक्नु इत्युक्ते विकरणप्रत्ययः वा? कस्मिन् गणे अस्ति इति जानाति वा? शक्नु कादिगणे अस्ति भगिनि. तत्र शक् योगः स्नु, शक् योगः स्नु, अनन्तरं योगः स्नु, तत्र पुनः गुणकार्यं भवति. स्नु इति विकरणप्रत्ययम् अस्ति, गुणकार्यं न भवति तत्र. किमर्थं चेत् विकरणप्रत्यये गुणकार्यं भवति अपीत् अस्ति तत्र, अतः गुणकार्यं नास्ति. अतः शक् योगः स्ने इति योगसति शक्नोति इति आगच्छति. उपादायं शक् इत्युक्ते तत्र उपादायं गुणकार्यं लशकोचस्ति इति सूत्रेण गुणकार्यं नास्ति. तत्र किं भवति इत्युक्ते शक् इति धातुः स्वादिगणीयधातुः, अतः श्नु इति विकरणप्रत्ययः आगच्छति मध्ये. शक् योगः श्नु योगः इदानीं तिप् इति अस्माकं प्रत्ययः मूलरूपं, तिप्तस्ति इति अस्ति किल, तत्र मूलरूपम् अस्ति तिप्. शक्नु इति इदानीम् अस्माकम् अङ्गम् अस्ति. किं भवति इत्युक्ते यदा तिप् इति प्रत्ययः योजयामः, तिप् इति प्रत्ययः तत्र पित् अस्ति. पित् इति कारणात्, एतत् तिप् इति प्रत्ययस्य कारणात् तत्र शक्नु शक्नो इति तत्र गुणः भवति. कथं भवति इति बहु किमपि अस्ति, परन्तु इदानीं स्मरतु यदा विकरणप्रत्ययस्य प्रभावेण भूयोगः शप् योगः ति इति भुवादिगणे गुणः भवति. इदानीं स्वादिगणे गुणः तत्रापि भवति, परन्तु तत्र प्रत्ययस्य कारणेन तिप् इति प्रत्ययः, तत्र पकारः पित् अस्ति, ति इति तिंशित् सार्वधातुकम् इति सार्वधातुकसंज्ञकः अस्ति, अतः तत्र शक्नो शक्नु इति शक्नो इति तत्रापि गुणः भवति इति एव तत्र दत्तमस्ति. अत्र शक्नु इति लिखितम् अस्ति, तत्र विकरणप्रत्ययं धातु योजयित्वा, धातुतः योजयित्वा शक्नु इति अभवत्. तदेव मम भ्रमः जातः. कीदृश शक्योगः श्नु इति योजयित्वा शक्नु इति दत्तवान् महोदयेन, तत्र शक्नु एव शक्नोति इति भवति. तत्र श्नु तस्मिन् सर्वं गत्वा नु अवशिष्यति, अनन्तरं शक्नु भवति, अनन्तरं गुणः भवति वा तत्र? तत्र गुणः, आम् यदा वयं तिप् इति योजयामः तत्र इदानीं तिप् इति इत्यस्य प्रभावेण तत्र गुणः तिङ् इति तिंशित् सार्वधातुकम् इति सार्वधातुकसंज्ञा तत्र पि पकारः अस्ति तत् पित् अस्ति पित्वात् गुणः अतः तत्र शक्नोति तत्र द्विवचनं वदति वा शक्नोति शक्नुतः गुणः न भवति शक्नुतः शक्नु इति एव अङ्गं तकारः इति तिप्तस्ति इति उक्तवती किल तत्र द्विवचने तत्र पकारः नास्ति इदानीं तकारः अस्ति अतः तस्य तत्र गुणः न भवति पुनः न भवति गुणनिषेधः भवति शक्नुतः इति रूपम् आगच्छति आम् भगिनि परन्तु द्वादिगणे अन्यगणे अपि तिप् प्रत्ययः अस्ति तत्र केन सूत्रेण न भवति तत्रापि भवति तदेव तत्रापि भवति तदेव अद्य वयं परिशीलयामः एकम् एकं गणं स्वीकृत्य कुत्र भवति कुत्र न भवति किमर्थं न भवति इति एव एतत् करपत्रं वयं द्रक्ष्यामः अद्य एव अद्य वयं केवलं धात्वङ्गे गुणः कुत्र सम्भवति इति वयं परिशीलयामः आम् आम् अस्तु अस्तु धन्यवादः भगिनी रघुपति आचार्य महोदय भवानेव वदतु द्वितीयबिन्दु द्वितीयबिन्दु अस्ति सूत्रद्वयेन एव गुणः सिद्धः इति पूर्वमेव ज्ञातम् अस्माभिः सार्वधातुकयोः उगन्तलघुपदस्य च इति अनुवृत्तिसहितद्वयोः अपि सार्वधातुक आर्धधातुकयोः इति पदम् आगच्छति सार्वधातुक आर्धधातुकयोः इति सूत्रस्य तात्पर्यं सार्वधातुक आर्धधातुकयोः परयोः इगन्तस्य अङ्गस्य इकः गुणः स्यात् अपि च पुगन्तलघुपदस्य च इति सूत्रस्य तात्पर्यं सार्वधातुक आर्धधातुकयोः परयोः पुगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः स्यात् अग्रे पठामि तर्हि द्वयोः सूत्रयोः सार्वधातुक आर्धधातुकयोः इति पदं भवति नाम अङ्गम् इगन्तं चेदपि अङ्गस्य उपधायां ह्रस्व इकः वर्णः चेदपि गुणः तदा सम्भवति यदा सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा परे अस्ति अतः सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा इति संज्ञाद्वयं सम्यक्तया अवगन्तव्यम् इदं संज्ञाद्वयं सम्प्रति पश्यामः वयं दृष्टवन्तः कुत्र गुणः भवति इति धात्वङ्गे पूर्वं सूत्रः अस्ति सार्वधातुकयोः अपि च पुगन्तलघुपदस्य च इति तत्र सम्पूर्णसूत्रमस्ति सार्वधातुकपरयोः इगन्तस्य अङ्गस्य इकः गुणः अपि च पुगन्तलघुपदस्य च इति द्वितीयसूत्रमस्ति येन गुणकार्यं भवति लघु इगुपदस्य च इगन्तस्य लघु उपधायाम् इकवर्णः अस्ति चेत् तस्य गुणः भवति इति तस्य सूत्र अस्ति सूत्रस्य तात्पर्यमस्ति सार्वधातुकयोः परयोः पुगन्तस्य अपि च लघुपदस्य च वयं दृष्टवन्तः केवलं लघुपदस्य च अङ्गस्य इकः गुणः भवति इति तर्हि द्वयोः सूत्रयोः सार्वधातुकम् आर्धधातुकम् इति पदं भवति नाम अङ्गं चेदपि अङ्गम् इगन्तं चेदपि अङ्गस्य उपधायां ह्रस्वैकः चेदपि गुणः सम्भवति अतः वयं दृष्टवन्तः गुणः भवति यदा सार्वधातुकप्रत्यये वा आर्धधातुकप्रत्यये वा अस्ति चेत् अतः वयं न दृष्टवन्तः सार्वधातुकसंज्ञा आर्धसंज्ञा इति संज्ञा कथं भवति इति तस्य पूर्ण विवरणम् अग्रे दत्तमस्ति आं दत्तमस्ति धन्यवादः महोदय श्रीवल्ली भगिनी पठितुम् इच्छति वा? अस्तु, रामनाथन् महोदय. रामनाथन् महोदय भगिनि श्रीवल्ली पठति वा भगिनि? श्रीवल्ली भगिनि आं पठतु. तृतीयबिन्दुः तृतीयः सार्वधातुकसंज्ञा का इति पूर्वमेव दृष्टं. तिङ्क्षे सार्वधातुकम् इति सूत्रेण यः प्रत्ययः तिङ् वा षित् वा अस्ति तस्य प्रत्ययस्य सार्वधातुकसंज्ञा भवति. उदाहरणं भवति, भवतः, भवन्ति इत्यादिषु रूपेषु ति, तः, अन्ति इति तिङ् प्रत्ययाः. यस्मिन् प्रत्यये शकारः इति संज्ञकवर्णः अस्ति सः षित्. आर्थधातुकसंज्ञा का इति एतावता न उक्तं. वस्तुतः अतिसरलम् अस्ति सूत्रम् आर्थधातुकं शेषः. धातुभ्यः ये प्रत्ययाः विहिताः तेषां सर्वेषां प्रत्ययानां सार्वधातुकसंज्ञा अथवा आर्धधातुकसंज्ञा भवति. अतः ये ये प्रत्ययाः धातोः परे सन्ति ते सार्वधातुकसंज्ञकाः न सन्ति चेत् अवश्यम् आर्धधातुकसंज्ञकाः सन्ति एव. आर्धधातुकं शेषः इति सूत्रेण अयमेव सन्देशः धातोः अनन्तरं ये यः प्रत्ययः सः सार्वधातुकः नास्ति चेत् आर्धधातुकः अस्ति एव. वदति वा भगिनि? सार्वधातुकसंज्ञा तिंशित् सार्वधातुकं सूत्रेण सार्वधातुकसंज्ञा अस्ति. यः प्रत्ययः तिङ्वा तिङ्वा षित्वा अस्ति तस्य प्रत्ययस्य सार्वधातुकसंज्ञा भवति. उदाहरणं भवति, भवतः, भवन्ति इत्यादिषु रूपेषु तिङ् प्रत्ययः ति, तः, अन्ति प्रत्ययाः सन्ति. यस्मिन् प्रत्यये शकारः इत् संज्ञकवर्णः अस्ति सः षित्. शकारः शकारः इत् संज्ञकवर्णः अस्ति चेत् ये प्रत्ययाः षित् प्रत्ययाः भवति. आर्थधातुकसंज्ञा का एतावता न उक्तम्. ओ, ये ये प्रत्ययाः आर्थधातुकं न उक्तम्, परन्तु सूत्रम् आर्थधातुकं शेषः सूत्रेण सार्वधातुकं वर्जयित्वा प्रत्ययाः आर्धधातुकसंज्ञा भवति. धातुभ्यः ये प्रत्ययाः विहिताः तेषां सर्वेषां प्रत्ययानां सार्वधातुकसंज्ञा अथवा आर्धधातुकसंज्ञा भवति. अतः ये ये प्रत्ययाः धातोः परे सन्ति ते सार्वधातुकसंज्ञकाः न सन्ति चेत् आर्धधातुकसंज्ञकाः सन्ति एव. ये सूत्रेण सन्देशः धातोः अनन्तरं यः प्रत्ययः सः सार्वधातुकः नास्ति चेत् आर्धधातुकः अस्ति एव. ये आर्धधातुकः शेषसूत्रं विवरणम् अस्ति. आं धन्यवादः भगिनि. आर्धधातुकं शेषः इति सूत्रम् अस्ति. ये सार्वधातुकप्रत्ययः नास्ति ते सर्वे सार्वधातुकप्रत्ययः नास्ति ते सर्वे आर्धधातुकः इति एतत् सूत्रं वदति. अनन्तरं तिंशित् सार्वधातुकम् इति सूत्रेण वयं यदा भवति, भवतः, भवन्ति इति तीतः अन्ति तिङ् प्रत्ययः तदपि सार्वधातुकसंज्ञकः. इदानीं पर्यन्तं वयं दृष्टवन्तः शप् इति शकारः, षित् इति तत्र सार्वधातुकसंज्ञा प्राप्नोति. अनन्तरं तुदादिगणे शकारः इति विकर्णप्रत्ययः तत् सार्वधातुकसंज्ञकः इति. परन्तु तीतः अन्ति इति तिङ् प्रत्ययाः अपि सार्वधातुकः इति एतत् सूत्रं वदति. सार्वधातुकम् रामनाथन् महोदय अग्रिमं पठति वा? ध्वनिः किमर्थम्? भगिनी अहं शृणोति एव. हा अस्तु अस्तु, नास्ति चिन्ता महोदय. रमाबाय् भगिनि. रमाबाय् भगिनी पठति वा? आं भगिनि. विकरणप्रत्ययाः धातोः परे सन्ति, अतः सर्वे विकरणप्रत्ययाः सार्वधातुकसञ्चकाः अथवा आर्धधातुकसञ्चकाः. धातुगणम् अनुसृत्य विकरणप्रत्ययाः बादिगणे शप् अदादिगणे नास्ति शप् लुक् नाम लोपः. जिहोत्यादिगणे नास्ति शप् श्रु नाम लोपः. दिवादिगणे ष्यन् स्वादिगणे स्नु तुदादिगणे श रुदादिगणे स्नम् तनादिगणे भू क्रयादिगणे स्नाम् चुरादिगणे शप्. अधुना प्रत्येकं विकरणप्रत्ययः त्रिदिशः इति परिशीलयाम. इदानीं भगिनी भवती एव वदतु एकम् गणं स्वीकृत्य विकरणप्रत्ययः कीदृशः इति. द्वादिगणे शप् इति विकरणप्रत्ययः कीदृशः? सार्वधातुकः वा आर्धधातुकः? भगिनी अस्ति वा? न श्रूयते वा? न श्रूयते वा भगिनी? रमाबाय् भगिनी न श्रूयते. न श्रूयते वा? किम् अहं न जानामि. अहं शृणोमि भगिनी. प्रिया भगिनी वदति वा? न श्रूयते वा भगिनी? न शृणोमि. भगिनी नमस्ते. श्रूयते वा? मम ध्वनिः एव. भवत्याः ध्वनिः श्रूयते. न शृणोमि. श्रूयते वा? श्रूयते वा भगिनी? आम् आम् श्रूयते. इदानीं श्रूयते. श्रूयते वा? आम् आम् इदानीं श्रूयते. वदतु भगिनि. बौदिगणे शप् इति विकरणप्रत्ययः. शप् किम् अभवत्? तिंशित् सार्वधातुकं. सम्यक् वा? इदानीं सम्यक्. आम् आम् आम् आं वदतु भगिनि. सम्यक् एव. अदादिगणे प्रत्ययः किमपि नास्ति. तत्र शप् लोपः भवति. तस्य नाम लोपः. विकर्णप्रत्ययः नास्ति. किं वदामः? विकर्णप्रत्ययः नास्ति इत्येव स्वीकरोतु. तदेव युवत्यादिगणे अपि विकर्णप्रत्ययः नास्ति. तत् नाम लोपः. द्वादिगणे ष्यन् इति विकर्णप्रत्ययः अस्ति. तत्र या एव शकार नकार लोपानन्तरं या एव अवशिष्यते. सार्वधातुकः वा आर्धधातुकः वा? सार्वधातुकः वा आर्धधातुकः वा द्विवादिगणप्रत्ययः? द्वादिगणे एकनिमिषं. आर्धधातुकं किमर्थम्? आर्धधातुकं किमर्थम् आर्धधातुकम् इति उक्तवती? तत्र तिंशित् नास्ति वा? तिंशित् सार्वधातुकम् इति अस्ति, शकारः षित् अस्ति किल, शकारः अस्ति, आम् अतः सार्वधातुकं भगिनी अहं नास्ति चिन्ता, अन्य कोऽपि सहायं करोति वा? आं शकारः अस्ति, षित् अस्ति, अतः सार्वधातुकसंज्ञा प्राप्नोति. यद्यपि नकारः अपि नित् अस्ति परन्तु शकारः तु अस्ति एव, अतः सार्वधातुकसंज्ञा प्राप्नोति. तत्र गुणः भवति वा? गुणः भवति वा? विक्रम एव भवति, न भवति, नित् अस्ति चेत् गुणनिषेधः भवति. अपित्वात् गुणः न भवति. उत्तमं. प्रिया भगिनी अग्रिमं करोति वा स्वादिगणेष्णु इति? स्वादिगणे स्णुविकरणप्रत्ययः नु तस्य का वदति अवशिष्यते अत्र षित् अस्ति तत् सार्वधातुकप्रत्ययः एव. उत्तमम्. द्वितीयं तुदादिगणे श विकरणप्रत्ययः तत्र अ एव अवशिष्यते. अत्रापि षित् अस्ति, तदेव एतदपि सार्वधातुकप्रत्ययः एव. अग्रिमं रुदादिगणे श्नम् विकरणप्रत्ययस्य न एव अवशिष्यते. षित् अत्रापि अस्ति, तदेव सार्वधातुकप्रत्ययः एव. तणादिगणे उ विकरणप्रत्ययः ओ अस्ति, अत्र षित् नास्ति कारणेन आर्धधातुकप्रत्ययः. उत्तमम्. अशित्वात् इति वदामः, अशित्वात् आर्धधातुकप्रत्ययः, षित् नास्ति इति कृत्वा अशित्वात्. अशित्वात् आम्. अग्रिमं क्रयादिगणे श्नाविकरणप्रत्ययः अत्र वदतु भगिनि. आर्धधातुकं शेषत इति सूत्रेण भूविकरणप्रत्ययः आर्धधातुकं संज्ञा भवति. आम् उत्तमम्. आम् वदतु भगिनि. क्रयादिगणे श्नाप्रत्ययः न इति अस्ति, अत्र अपि षित् कारणेन सार्वधातुकप्रत्ययः एव क्रयादिगणे अस्ति. चुरादिगणे शप् इति प्रत्ययः अ एव अवशिष्यते, अत्रापि षित् पित् द्वयमपि अस्ति, एतत् सार्वधातुकप्रत्ययः एव. षित्वात् सार्वधातुकम्. शतमं भगिनि, धन्यवादः. राजेन्द्रमहोदय अस्ति वा? दशगणेषु एकमेव आर्धधातुकः. आम् आम् खलु. आम् गणविचारे एकमेव आर्धधातुकप्रत्ययः विकर्णप्रत्ययोः मध्ये. भगिनी शप् इत्युक्ते षित् अस्ति, पित् अस्ति, तिङ् षित् सार्वधातुकम् इति सूत्रेण शकारस्य शकारः सार्वधातुकसंज्ञकः इति वदामः. पकारस्य अपि सार्वधातुकसंज्ञा एव वा? न न न, किमपि नास्ति. पकार किमपि नास्ति. तदेव वयं गतपाठे दृष्टवन्तः किल, अपित्वात् नित्वत् भवति, गुणनिषेधः भवति, परन्तु पित् इति तस्य किमपि तदा बाधा न करोति, तदेव तत्र किमपि सूत्रं न वदति पित्वात् गुणः भवतु इति किमपि सूत्रं नास्ति, परन्तु यदा अपित्वात् इति दत्तमस्ति चेत् वयमेव अनुमानं कर्तुं शक्नुमः पित्वात् गुणस्य बाधा न भवति इति. भगिनि मम एक सन्देहः अस्ति, लोपः इति अदर्शनं न तु अपगमनम् इति वयं दृष्टवन्तः किल. तर्हि अदादिगणे ज्योत्यादिगणे शपः लोपः भवति, तथापि सार्वधातुकं संज्ञा किमर्थं न भवति अत्र? तत्र कथम् आगच्छति इति अस्मिन् करपत्रे एव अस्ति महोदय, वयं द्रक्ष्यामः अदादिगणे कथम् इति. तस्य यद्यपि तत् प्रत्ययस्य लोपः भवति, परन्तु तत्रापि लोपानन्तरमपि तस्य प्रभावः अस्ति एव. प्रत्ययलोपे प्रत्ययलक्षणम् इति एकं सूत्रमस्ति, तद्वदति यद्यपि तस् प्रत्ययस्य लोपः भवति तदापि तस्य लक्षणं तिष्ठति एव इति तद् सूत्रं वदति. तद् सूत्रम् इदानीम् अत्र नास्ति, परन्तु अदादिगणे किं भवति इति अस्मिन् करपत्रे एव अस्ति, वयं द्रक्ष्यामः. तर्हि अदादिगणे ज्योत्यादिगणे सार्वधातुकसंज्ञा भवति वा? सार्वधातुकम् इति सार्वधातुकसंज्ञा प्रत्ययस्य भवति, किमपि विकरणप्रत्ययः नास्ति किल. प्रत्ययस्य यदा तिप् इति प्रत्ययः अस्ति तत्र सार्वधातुकसंज्ञा भूत्वा इन् गतौ इति धातुः, ई इति धातुः अस्ति किल, तत्तु अदादिगणीयधातुः अस्ति. ई योगः ति तत्र एति इति रूपं भवति. अहं विकरणप्रत्ययस्य विषये पृच्छामि. शप् भवति तर्हि लोपः भवति तर्हि तस्य प्रभावः तिष्ठति किल? प्रभावः तिष्ठति, परन्तु तद् विकरणप्रत्ययः नास्ति इति कारणात् तत्र विकर्णप्रत्ययस्य आर्धधातुकः वा सार्वधातुकः वा इति संज्ञा नास्ति. प्रत्ययस्य एव संज्ञा किल, धातोः किमपि संज्ञा नास्ति, प्रत्ययस्य एव संज्ञा सार्वधातुकः वा आर्धधातुकः वा. इदानीं प्रत्ययस्य एव लोपः भवति, अतः तत्र विकरणप्रत्ययस्य प्रभावेण गुणः न भवति, परन्तु तिङ् इति प्रभावेण सम्पूर्णविकरणप्रत्ययस्य लोपः भवति, तस्मात् संज्ञा न भवति वा? संज्ञा न भवति. तत्तु कः धातुकः भवति, सार्वधातुकः वा आर्धधातुकः वा जुहोत्यादिगणे? अनन्तरं अदादिगणे जुहोत्यादिगणे अदादिगणे यदा वयं प्रत्ययः योजयामः तिङ् इति प्रत्ययः, तत्र प्रत्ययस्य एव सार्वधातुकः आर्धधातुकः इति संज्ञा भवति, विकर्णप्रत्ययस्य नास्ति. विकर्णप्रत्ययः तु नास्ति एव किल, अतः तस्य किमपि अत्र संज्ञा नास्ति. प्रत्ययकारणेन सार्वधातुकः सार्वधातुक अर्धधातुकसंज्ञा प्रत्ययस्य एव प्रत्ययस्य एव धातोः नास्ति, धातोः नास्ति. तत् षित् वा तिङ् वा प्रत्ययस्य? प्रत्ययस्य एव, आम् प्रत्ययस्य एव. धातोः किमपि तत्र कार्यमेव धातोः भवति, गुणकार्यं वा किमपि कार्यमेव तत्र भवति, परन्तु प्रत्ययस्य नाम एव सार्वधातुकः आर्धधातुकः इति. अस्तु, लुक् नाम लोपः इति अस्ति खलु भगिनि तत्र अगादिगणे, एतद् विषये अहं किञ्चित् लिखामि, पठामि वा भगिनि? पठतु, पठतु भगिनि. शप् लोपः इति सूत्रमस्ति तत्र, शपः लुक् नाम इति लोपः अस्ति तत्र, शप् लोपः इति सूत्रमस्ति. साधारणतया लुक् प्रत्यय लोपः प्रत्ययलक्षणं तत्र अस्ति. लोपानन्तरम् अपि कार्यं सामान्यतया सामान्यसिद्धार्थः इति तत्र वदामः. यत्र प्रत्ययं लोपः अत्र लुक् इति अनेन प्रभावः तत्र भवति. अतः शित् शप् आयाति, अतः लुक् भवति. शप् भवति अनन्तरं लुक् भवति. शप् अत्र गुणकार्यं न भवति. इदानीं भवत्या एव प्रभावं कर्तुं शक्नुमः शक्नोति खलु भगिनि एतत् विषये. अत्र तनादिगणे वयं दृष्टवन्तः उ अस्ति, अतः सार्वधातुकसंज्ञा नास्ति, आर्धधातुकः अस्ति. परन्तु नेक्स्ट् लेवेल् तिङ् प्रत्यययोज तदा सार्वधातुकसंज्ञा भवति वा? न, विकर्णप्रत्ययस्य प्रभावेन एव प्रथमं विकर्णप्रत्ययस्य प्रभावः. ओके प्रथमं तदेव धात्वाङ्गे गुणः भवति वा न वा इति वयं द्रक्ष्यामः विकर्णप्रत्ययस्य आर्धधातुकसंज्ञा. इदानीम् अग्रे आगच्छति, उदाहरणमस्ति तत्र प्रायः स्पष्टं भवति. अस्तु, राजेन्द्रमहोदय अस्ति वा, दत्तवान् इति चिन्तयामि. अस्तु, अमित्रा महोदय पठति वा? कुत्र पठामि? अधुना यत्र प्रत्यये यत्र प्रत्यये इत्संज्ञकः शकारः वर्तते तत्र सार्वधातुकसंज्ञा भवति. किमर्थम् इति चेत् तिङ्क्षित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः षित् तस्य सार्वधातुकसंज्ञा भवति. यः विकरणप्रत्ययः सार्वधातुकसंज्ञकः नास्ति सः आर्धधातुकसंज्ञा अस्ति एव. वदतु महोदय, तत्र किम् अस्ति इति. प्रत्यये शकार अस्ति चेत् षित् संज्ञा भवति. अनन्तरं तिङ्क्षित् सार्वधातुकम् इत्यनेन सूत्रेण तस्य प्रत्ययस्य सार्वधातुकं संज्ञा भवति. यः विकरणप्रत्ययः सार्वधातुकसंज्ञा न प्राप्नोति तस्य आर्धधातुकसंज्ञा एव भवति. अग्रिममपि पठतु महोदय. अग्रे पठनात् पूर्वम् एकैकस्य विकरणप्रत्ययस्य स्वभावः कः इति उच्चार्यताम्, सार्वधातुकसंज्ञकः वा आर्धधातुकसंज्ञकः वा इति. वयं दृष्टवन्तः तद् उत्तरमस्ति. उत्तरं सार्वधातुकसंज्ञकविकरणप्रत्ययाः शप् शन् श्नु श श्नम् श्ना, आर्धधातुकसंज्ञकविकरणप्रत्ययाः उ. शित्वात् सार्वधातुकसंज्ञकः प्रत्ययः अस्ति चेत् सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इति सूत्राभ्यां गुणकार्यस्य प्रसक्तिः अस्ति इति ज्ञातम्. किन्तु गतपाठे अस्माभिः दृष्टं यत् सार्वधातुकम् अपित् इत्यनेन सूत्रेण यः प्रत्ययः अपित् सः ङित्वत् तथा च ङिति च इति गुणबाधकसूत्रेण यः ङित् अथवा ङित् इव अस्ति तस्य गुणकार्यं बाधितम्. अतः येषु सार्वधातुकप्रत्ययेषु इत्संज्ञकपकारस्य अभावः तैः प्रत्ययैः गुणकार्यस्य प्राप्ति न भवति शन् श्नु श श्नम् श्ना इति प्रत्ययः शितः तु सन्ति अतः शित्वात् गुणकारस्य प्रसक्तिर् अस्ति परन्तु पित्वस्य अभावात् न गुणः तर्हि दिवादिगणे स्वादिगणे तुदादिगणे रुदादिगणे क्रयादिगणे च गुणकारस्य प्रसक्तिः आसीत् किन्तु अपित्वात् बाधितम् वदतु महोदय सारांश एवं सार्वधातुकसंज्ञकविकरणप्रत्ययं निमित्तीकृत्य वादिगणे चुरादिगणे चैव गुणकार्यं सम्भवति अस्मिन् गणे यस्य गणस् न श्रूयते महोदय यत्र विकरणप्रत्ययस्य षित् अस्ति तत्र सार्वधातुकं संज्ञा भवति सार्वधातुक आर्धधातुकयोः अथवा पुगन्तलघुपदस्य च इति सूत्राभ्यां गुणकार्यस्य प्रसक्तिः अस्ति परन्तु यदि पकार नास्ति चेत् अपित्वात् गुणकार्यं बाधितं भवति अतः दशगणाभ्यां दशगणानां भुआदिगणे चुरादिगणे एव गुणकार्यं सम्भवति अन्य गणेषु गुणकार्यं न सम्भवति इति सारांशः उत्तमं धन्यवादः धन्यवादः अत्र कोऽपि प्रश्नः अस्ति वा अरुणा भगिनी अग्रिमं पठति वा आम् तर्हि भवादौ भुवादौ स्तनादौ चुरादौ च धात्वाङ्गे गुणः अर्हः दिवादिगणे स्वादिगणे तुदादिगणे तस्मात् पूर्वम् एकं परिच्छेदमस्ति किल आर्धधातुकविकरणप्रत्ययः के इति आर्धधातुकविकरणप्रत्ययः प्रत्ययाः के केवलम् उए सः च कश्च गणस्य विकरणप्रत्ययः स्तनादिगणस्य सार्वधातुक आर्धधातुकयोः इत्यनेन सूत्रेण यत्र आर्धधातुकप्रत्ययः अस्ति तत्र गुणः विहितः अत्रापि किञ्चित् च इत्यनेन गित्वात् च गुणकार्यं बाध्यते अतः गित् कित् नित् च नास्ति चेत् बाधा नास्ति आर्धधातुकप्रत्ययस्य प्रसङ्गे सार्वधातुकम् अपित् इति सूत्रस्य प्रसङ्गः नास्ति एव अतः अपित्वात् न बाधः स्थनादिगणे उ इति विकरणप्रत्ययः गित् कित् नित् च नास्ति अतः अत्रापि गुणः अर्हः यथा कृ योग उ का योग उ करु करु योगाति करोति वदति वा भगिनि दशगणानां एकमेव आर्धधातुकविकरणप्रत्ययः भवति तत् तत् स्थनादिगण एव प्रत्यय उ विकरणप्रत्ययः अत्र स्थनादिगण उ आर्धधातुकप्रत्ययः भवति ततः सार्वधातुक आर्धधातुकयोः सूत्रेण गुणः भवति अत्र किञ्चित् च इत्यनेन गित्वात् कित्वात् नित्वात् सगुणकार्ये बाध्यते, परन्तु उ विकर्णप्रत्यये गित् कित् नित् नास्ति च, ततः बाधा नास्ति, गुणकार्यं सर्वदा भवति. उत्तमम्. तत्र गुणकार्यं भवति एव इति दत्तमस्ति. कृ इति अस्माकं परिचितधातुः अस्ति, तत्र उ इति तनादिगणे य विकरणप्रत्ययः उ. अनन्तरं तत्र कृ इति ऋकारस्य गुणः भूत्वा सार्वधातुक आर्धधातुकयोः इति सूत्रेण कर् इति भवति. अनन्तरं खरु इति अङ्गं, तत्र ति इति तिङ् प्रत्ययः योजयामः चेत् तत्र करोति. तिङ् इति प्रत्ययस्य प्रभावेण इदानीं गुणः करोति. रघुपतिमहोदय, अवगतं वा? आं महोदय. तत्र द्विवारं गुणः, प्रथमम् उ इति विकर्णप्रत्ययस्य कारणेन गुणः, अनन्तरं यदा तिङ् इति योजयामः तत्र अपि गुणः, उकारस्य ओकारः इति गुणः भूत्वा करोति इति रूपम्. प्रश्नः अस्ति वा? अस्तु. माला भगिनी, अग्रिमम्. आं पठामि. तर्हि भ्वादौ तनादौ चुरादौ च धात्वङ्गे गुणः अर्हः. दिवादिगणे स्वादिगणे तुदादिगणे रुधादिगणे क्रियादिगणे च धात्वङ्गे गुणकार्यस्य प्रसक्तिः आसीत्, किन्तु अपित्वात् बाधितम्. अधुना अदादिगणे जुहोत्यादिगणे च तयोः का गतिः? तयोः विकरणप्रत्ययः नास्ति. अत्र अङ्गं नाम किम् इति स्मर्यताम्. अङ्गसिद्धान्तम् अनुसृत्य प्रत्ययात् प्राक् यावत् अस्ति तत् सर्वम् अङ्गम् इति उच्यते. अङ्गं नाम प्रत्ययस्य कार्यक्षेत्रम्. प्रथमे चतुर्थे पञ्चमे षष्ठे सप्तमे अष्टमे नवमे दशमे इत्येषु गणेषु तिङ् प्रत्ययानां निमित्तीकृत्य अङ्गं कार्यक्षेत्रम् अस्ति. धातुः योगः विकरणप्रत्ययः. चुरादिगणे धातुः योग णिच् योगः विकरणप्रत्ययः, किन्तु अदादिगणे जुहोत्यादिगणे च गणयोः तिङ् प्रत्ययानाम् अङ्गं कार्यक्षेत्रम् अस्ति धातुः एव. अस्तु, वयं दृष्टवन्तः भ्वादिगणौ भ्वादिगणे तनादिगणे चुरादिगणे च तेषां धात्वङ्गे गुणः सम्भवति, यतः तेषां प्रत्ययाः शप् शप् अस्ति, श अस्ति, न क्षम्यताम्, अत्र भगिनि भ्वादिगणे गुणः सम्भवति, तनादिगणे गुणः सम्भवति, अनन्तरं चुरादिगणे अपि गुणः सम्भवति इति वयं पूर्वं दृष्टवन्तः. अत्र अन्येषु गणेषु गुणः तु सम्भवति, यतोहि तेषां विकरणप्रत्यये सार्वधातुकसंज्ञकः इति वदामः, परन्तु अपित्वात् तत्र गुणः बाधितं भवति. अधुना अदादिगणे जुहोत्यादिगणे च तयोः का गतिः? तयोः विकरणप्रत्ययः नास्ति. अत्र तर्हि अदादिगणे जुहोत्यादिगणे गुणः सम्भवति वा न वा इति द्रष्टव्यं. तत्र तु विकरणप्रत्ययः एव नास्ति. इदानीम् अङ्गं नाम इति अङ्गं नाम किम् इति अस्माभिः ज्ञातव्यं भवति. अङ्गम् इत्युक्ते प्रत्ययस्य पूर्वं यद् अस्ति तद् अङ्गं. यदा शुच् धातु स्वीकुर्मः तत्र शुच् योगः विकरणप्रत्ययः भ्वादिगणे शप् अस्ति. अनन्तरं ति इति तिङन्तपदं योजयामः. तत्र विकरणप्रत्ययः निमित्तीकृत्य अङ्गं भवति शुच् धातुः अङ्गं भवति. इदानीं तिङ् प्रत्ययं निमित्तीकृत्य अङ्गं किं भवति इति पश्यामः चेत् शुच् योग योगः अ इत्युक्ते शप् इति विकरणप्रत्यये शकारपकारयोः लोपः भूत्वा अकारः तिष्ठति. तर्हि शुच् योग अ शोच् इति शोच् इति भवति. तत्र तिङ् इति प्रत्ययं निमित्तीकृत्य अङ्गं किं भवति शोच्. धातुः योगः विकरणप्रत्ययः तिङ् पदस्य गुणं सारि अङ्गं भवति. अनन्तरं अङ्गं नाम प्रत्ययस्य कार्यक्षेत्रं तदेव अहम् उक्तवती. इदानीं प्रथमे चतुर्थे पञ्चमे षष्ठे सप्तमे अष्टमे नवमे दशमे इत्येषु गणेषु तिङ् प्रत्ययानां निमित्तीकृत्य अङ्गं कार्यक्षेत्रम् अस्ति धातुः योगः विकरणप्रत्ययः. हा, तद् उक्तवती खलु. किन्तु अदादिगणे जुहोत्यादिगणे च गणयोः तिङ् प्रत्ययानाम् अङ्गम् अस्ति धातुः एव. यतोहि विकरणप्रत्ययः नास्ति अस्मिन् गणेषु, अतः अङ्गं केवलं धातुः एव भवति. धन्यवादः भगिनि. रघुपति आचार्यमहोदय अग्रिमं पठति वा? भवति भवतः भवन्ति इत्येषु रूपेषु तीतः अन्ति इति तिङ्प्रत्ययाः इत्युक्तं. तेषां प्रत्ययानां मूलरूपाणि एवं तिप् तस् जि. तिप् इत्यस्मिन् पकारस्य इत्संज्ञा कृत्वा लोपं कृत्वा ति इति शेषः. तथा अन्येषामपि तिङ्प्रत्ययानाम् अनुबन्धलोपानन्तरं सिद्धरूपाणि सन्ति. एवञ्च मूलपरस्मैपदिधातूनां तिङ्प्रत्ययः तिप् तज्झि सिप् तस्थ मिप् वस् मस्. अग्रे आं पठतु महोदय, तत् परिच्छेदं समापयतु. एते सर्वे तिङः, अतः एते सर्वे तिङः अतः तिङ्क्षित् सारधातुकम् इत्यनेन सूत्रेण सारधातुकसंज्ञकाः. एकवचने तिप् सिप् मिप् इत्येते प्रत्ययाः पितः, अतः तत्र गुणविहितः. द्विवचने बहुवचने च तिङ्प्रत्ययः सर्वत्र अपित् इति कारणतः सार्वधातुकम् अपित् निति च इत्याभ्यां सूत्राभ्याम् अङ्गे गुणः नार्हः. यथा अदादिगणे ई धातुः गतौ ई योग तिप् सार्वधातुक आर्धधातुकयोः इत्यनेन सूत्रेण इगन्तास्य इकः गुणः इति एति इति रूपं सिद्धम्. किन्तु द्विवचने तस् इति तिङ्प्रत्ययः अपित् अतः गुणः निषेधः. ई योगः तः इतः इति रूपं सिद्ध्यते. वदतु महोदय, किम् अवगतम्? अत्र भवति इति भूधातु तस्य लट्लकाररूपं वयं स्वीकुर्मः चेत् भवति भवतः भवन्ति इति रूपेषु प्रत्ययः अस्ति तीतः अन्ति इति तस्य तेषां प्रत्ययं मूलरूपाणि अस्ति तिप् तस् जि अस्ति तिप् इत्यस्मिन् पकारस्य इत्संज्ञक अतः तिप् इत्यस्मिन् पकारस्य इत्संज्ञा कृत्वा लोपं कृत्वा तीयेत इति विशेषः अन्येषापि तिङ् प्रत्ययानाम् अनुबन्धलोपानन्तरं सिद्धरूपाणि सन्ति प्रथमपुरुषे तिप् तसि मध्यमपुरुष सिप् तस्थ उत्तमपुरुष मिप् वस्मस् एते सर्वे तिङा अस्ति अतः तिङ्क्षित् सारधातुकम् इत्यनेन सूत्रेण सारधातुकसंज्ञाः अतः गुणसंज्ञा विहितः परन्तु यत्र पकार अस्ति तिङ् प्रत्यये तत्र गुणः भवति परन्तु यत्र पकार नास्ति तत्र गुणः न भवति सार्वधातुकम् अपि नितिच्च इति सूत्रेण यदा वयम् उदाहरणम् अदादिगणे ई धातुः अस्ति गतौ ई योग तिप् सार्वधातुकादौ आर्धातुकयोः इति सूत्रेण इकः गुणः भवति एति रूपं सिद्धम् किन्तु द्विवचने तस् अस्ति तत्र पकारस्य तत्तु अपित् अस्ति अतः तस्य गुणः न भवति निषेध गुणनिषेध निचि च इति सूत्रेण सर्वाधिक अपित् निचित सूत्रेण अतः इतः इति रूपम् एव सिद्ध्यते उत्तमम् अत्र यदा वयम् एतद् प्रत्ययाः मूलप्रत्ययाः स्वीकुर्मः परस्मैपदीधातूनां कृते एव अत्र दत्तमस्ति आत्मनेपदी अग्रिममागच्छति तत्र यदा एतद् मूलप्रत्ययः स्वीकुर्मः दशालकाराणाम् अपि वयं सिद्धप्रत्ययः साधितुं शक्नुमः अग्रे आगच्छति परन्तु एतदेव मूलप्रत्ययः दशलकारेषु अपि वयं सिद्धप्रत्ययः साधितुं शक्नुमः तत्र केषुचित् यदा तिप् इति प्रत्ययः स्वीकुर्मः चेत् तत्र पकारस्य लोपः अनुबन्धलोपकार्यमेव अस्ति पकारस्य लोपः अलन्त्यम् इति सूत्रेण भवति केषुचित् स्थलेषु सूत्राणि भूत्वा यदा जि इति प्रत्ययः अस्ति बहुवचने पट् इति धातुः अथवा भू एव धातुः स्वीकुर्मः तत्र बहुवचने किं रूपम् भवन्ति अन्ति इति भवति किल तत्र एकं सूत्रमस्ति तत् सूत्रस्य कारणेन जकारस्य स्थाने अन्त् इति आदेशः भवति जोन्तः इति एकं सूत्रमस्ति जकारस्य स्थाने अन्त् इति आदेशः ईकारः अस्ति अत्र एव अन्ति इति रूपं भवति तदेव यदा वयं धातोः योजयामः चेत् भवन्ति पठन्ति इति रूपं प्राप्नुमः अनन्तरं महोदय भवानेव वदतु तस् इति द्विवचने अस्ति किल तत्र सकारस्य लोपः भवति वा न वा न विभक्तौ तस्म इति सूत्रेण न भवति उत्तमम् उत्तमम् किमर्थं तः आगच्छति तत्र यदा लोपः न भवति तत्र तस् इति एव अवशिष्यते अनन्तरं सूत्रद्वयम् अस्ति तेन कारणेन तः इति विसर्गः आदेशः भवति तत्र तरु इति प्रथमं भवति अनन्तरं तः रेपस्य स्थाने विसर्गः आदेशः भूत्वा तः इति भवति तदेव द्विवचने क्षम्यता मध्यमपुरुषद्विवचने अपि तत्र भवति पठसि पठतः इति भवति किल बहुवचने अपि उत्तमपुरुषबहुवचने अपि वहामः तत्र सूत्रद्वयमस्ति, अग्रे आगच्छति तदपि. अस्तु, एतदेव तत्र तत् मध्ये न विभक्तो स्म इति सूत्रेण तत्तु तत्र सकारः आगच्छति खलु भगिनि. सकारः तिष्ठति, सकारस्य लोपः न भवति. हलन्त्यम् इति सूत्रस्य अपवादसूत्रमस्ति, न विभक्तौ तुस्माः इति. एतत् सूत्रेण सकारस्य लोपः न भवति. तदेव कारणं यदा तस् वस् मस् सर्वत्र सकारस्य लोपः न भवति इति एतत् सूत्रं वदति, न विभक्तौ तुस्माः. अस्तु, समयः अभवत्, अत्र एव वयं स्थगयामः. अद्य अग्रिमवर्गे समापयामः एतत् पाठम्, अनन्तरं नूतनपाठः आरप्स्यते. धन्यवादः. धन्यवादः.